गृहपातरूपेण तः पर्यन्तम् इति आसीत् खलु. तत्र वाक्यं किञ्चित् अभ्यासं कुर्मः. तः पर्यन्तं लक्ष्मी भगिनी वाक्यं वदतु. अहं प्रातः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोमि. भवान् किं करोति, कस्मात् आरभ्य कदा पर्यन्तं? शनिवासरे द्विवादनतः सार्ध त्रिवादनपर्यन्तं संस्कृताभ्यासं करोमि. अस्तु, सम्यक् अस्ति. अहं प्रातःकाले सप्तवादनतः अष्टवादनपर्यन्तं योगाभ्यासं करोमि. अस्तु, सर्वे योगाभ्यासं कुर्वन्ति, सम्यक् अस्ति. अस्तु, सन्ध्या भगिनी वदतु. अहम् अद्य नववादन अहम् अद्य सायङ्काले नववादनतः दशवादनपर्यन्तं पाकं करिष्यामि. अस्तु, भवान् वदतु. अद्य प्रातःकाले दशवादनतः सार्धदशवादन शिवस्य पर्यन्तं शिवस्य पूजां करोमि. अस्तु, सम्यक् अस्ति. अस्तु, अद्य आरभ्य लक्ष्मीभगिनी वदतु. अद्य आरभ्य कोऽपि महोदय सर्वे मनसि वाक्यं रचयन्तु. किमपि अहम् अद्य आरभ्य संस्कृताभ्यासम् अधिकं करिष्यामि. अस्तु, सम्यक् अस्ति. अथवा श्वः आरभ्य किमपि सर्वे वदन्तु. अहं श्वः आरभ्य निश्चित योगाभ्यासं करोमि. अस्तु, सितम्बर् मासात् आरभ्य नव सेमिस्टर् नूतन सेमिस्टर् आरम्भः भवति. नूतन सेमिस्टर् इत्यस्य आरम्भः भवति. यतोहि सेमिस्टर् तत्र विभक्तिः न भवितुमर्हति. विभक्तिः तत्र यथा तत्र उदाहरणार्थं बाङ्ग्लाभाषा तत्र कुत्रचित् विभक्तिः रूपाणि सन्ति. प्रायः तेलुगुभाषायाम् एतत् सर्वं प्रायः स्यात् विभक्तिरूपाणि. अहं न जानामि, किन्तु बाङ्ग्लाभाषायां भवती वदतु कथमस्ति तेलुगु मध्ये. बाङ्ग्लाभाषायां यः कोऽपि शब्दः, या कापि भाषायाः यस्याः तत्र बाङ्ग्लाभाषायाः तत्र विभक्तिः संयुक्तः भवति. किन्तु संस्कृतभाषायां तथा न कुर्मः. अतः इति वदामः, इति अस्य इत्यस्य नाम आङ्ग्लभक्तयः सन्ति. न, अहं वदामि यत् आङ्ग्लभाषातः यदि कोऽपि शब्दः आगतः अस्ति तर्हि तेलुगुभाषायां तत्र विभक्तिः साक्षात् तस्मिन् शब्दे भवति वा? यथा स्कूल् शब्दः पाठशाला. अस्तु, पाठशालायां तत्र सप्तमी, तत्र बाङ्ग्लाभाषायाम् ए इति अस्ति, तर्हि स्कूल् ए इति वदन्ति. स्कूल् ए, अहं स्कूले अस्मि. अहम् इदानीं पाठशालायाम् अस्मि, तर्हि नाम कापि लज्जा नास्ति, किमपि नास्ति. तत्र यत्र यत्र विभक्तिः अस्ति तत्र तस्याः भाषायाः शब्दः तत्र प्रवेशः भवति न तत्र तेलुगुभाषायां तथा भवति वा भाषायां पाठशालायन्तु उन्नानि अहं पाठशालायाम् अस्मि न न अहं पृच्छामि यदि स्कूल् इति वदति स्कूल् शब्दः भवति वा स्कूल् शब्दः आङ्ग्लभाषायाः शब्दः अनन्तरं प्रयोगं भवति प्रयोगं भवति तत् अहम् अहं पाठशालायाम् अस्मि रैल् रैल् एक्साम्पल् उदाहरणार्थं रैल् रैले रैले रैल् इति भवति कदापि भवति सर्वदा न भवति कदापि संस्कृतेन वयं न कुर्मः तथा न कुर्मः बट् संस्कृतभाषा एव अस्ति तेलुगुभाषायामपि 100% आङ्ग्लभाषापदम् आङ्ग्लभाषारूपेण विभक्तिसहित भवति वा न भवति रैले वच्छन्ति रैलु No, no, you have to use that vibhakti pratyam also, in Telugu also, you use the... Rail lo. Exactly like in Sanskrit, rail lo, rail nandu, that is all saptami in Telugu also. Rail lo, raile. Sanavachati, sanavachati. Kintu, kim bhavati, yatha, Sanskritena, vayam, संस्कृतस्य विभक्तिः संयोजयितुं न शक्नुमः बहितः शब्दे बहितः यः शब्दः यथा अत्र सेमेस्टर् इति अस्ति सेमेस्टर् बङ्ग्लाभाषायां सेमेस्टरे इति वदामः बङ्ग्ला तत्र हिन्दी तत्र तादृशविभक्तिः नास्ति किन्तु बङ्ग्लाभाषायां तु अस्ति सेमेस्टरे तत्र द्वितीय सेमेस्टरे अचि इति बङ्ग्लाभाषायां तु भवति किन्तु संस्कृतभाषा तत्र द्वितीये सेमेस्टर् इति अस्य मध्ये अस्मि इति अस्य तत्र स्य इति सेमेस्टर् तत्र संयोजनं न भवितुमर्हति संस्कृते किन्तु प्रादेशिकभाषासु बहुत्र भवति तेलुगु अपि भवति खलु कुत्रचित् कुत्रचित् भवति तर्हि अत्र अद्यारभ्य अत्र आरभ्य पञ्चमी इत्यस्य उदाहरणानि आसन् तत्र अवधेयम् आरभ्य पश्यतु तत्र त्रयोविंशत्यधिकशततमेपुटे तत्र आरभ्य इति लिखितमस्ति अवधेयम् अवधेयम् इत्युक्ते तत्र आरभ्य बहिः रक्षति परं भयम् आरभ्य इत्यस्य पञ्चमे अस्ति तर्हि अद्य इति अव्ययपदमस्ति अव्ययपदमस्ति तत् तस्य विभक्तिः न भवति किन्तु यत्र पदस्य विभक्तिः भवति तत्र पञ्चमी स्यात् अतः श्वः अपि तथा अव्ययमस्ति किन्तु तत्र अद्यतन कथम् अद्यतन न अद्यतन तु न भविष्यति आरभ्य इति येन सह किन्तु अद्य शब्दम् अव्ययः अद्यतन इति अव्ययं नास्ति किन्तु आरभ्य अस्तु एवं कुर्मः यतोहि अद्यतन इति विशेषणमस्ति कस्यचित् विशेषणं भवेत् उदाहरणार्थं वर्गः अद्यतनः वर्गः इदानीम् आरभ्य पञ्चमी भवती वदतु श्वः आरभ्य न अद्यतनवर्गः तत्र आरभ्य इत्यनेन सह वदतु अद्यतनवर्गः अद्यतनवर्गः इति वदामि उदाहरणम् अद्यतनवर्गः तत्र आरभ्य इति भवति चेत् किं अद्यतनवर्गात् आरभ्य अद्यतनवर्गात् अथवा तत्र समस्तपदमस्ति अद्यतनवर्गः किन्तु पृथक् पृथक् अद्यतनात् वर्गात् अद्यतनात् वर्गात् आरभ्य केवलं संस्कृतेन वदामः अद्यतनात् वर्गात् यत्र विभक्तिः सम्भवति तत्र पञ्चमी स्यात् यत्र व्ययपदमस्ति तत्र विभक्तिः नास्ति अद्य आरभ्य, श्वः आरभ्य, अद्यतनवर्गात् आरभ्य और अद्यतन आरभ्य. अद्यतनात् वर्गात् आरभ्य. अद्यतनात् वर्गात् आरभ्य अथवा अद्य आरभ्य. अद्य आरभ्य. पुनः यत् तत्र अद्यतनवर्गः इति एकं पदं कर्तुं शक्नुमः. अद्यतनवर्गः इति एकं पदं कृत्वा अद्यतनवर्गात् अद्यतनवर्गात् आरभ्य. अस्तु, समीचीनं. तर्हि अग्रिमः सप्ताहः, एकमेष अग्रिमः सप्ताहः तत्र आरभ्य किं भविष्यति? अग्रिमात् सप्ताहात् अग्रिमात् सप्ताहात् आरभ्य वाक्यं वदतु, पूरयतु. अग्रिमात् सप्ताहात् आरभ्य शालस्य उद्घाटनं भवति. शाला नाम शाला शाला लिङ्गं किं लिङ्गं किं शालायाः उद्घाटनं भवति. अस्तु, प्रश्नः अस्ति महोदय. इत्युक्ते आरभ्य स्टार्टिङ्ग् अद्य आरभ्य स्टार्टिङ्ग् टुडे संस्कृते. अस्तु, अग्रे सरेम. तर्हि वारं तु वयं जानीमः खलु, अपि च शीघ्रं मन्दम् उच्चैः शनैः सम्यक् एतत् सर्वम् अभ्यासपुस्तके आसीत्, सर्वे जानन्ति खलु. अत्र कोऽपि प्रश्नः वा? अग्रे गच्छेम. अस्तु, तर्हि अग्रे क्त्वा इति अपि जानीमः. क्त्वा तत्र किं भवति? वारं समानवस्तु आयाति, किन्तु तस्मिन् क्रमे इदानीं नाम अस्मिन् पर्याये किञ्चित् इतोपि जाटिल्यं भविष्यति. प्रथमवारं तत्र अभ्यासपुस्तके केवलम् अहं खादित्वा गच्छामि, अस्मिन् पर्याये भिन्नं भविष्यति. नूतनशब्दाः यत्र अपवादाः सन्ति तदपि अस्ति, एतत् समायाति. अत्र अहं वदामि वारं नाम वारमिति विषये एकं वदामि, नाम एकवारं, द्विवारं, त्रिवारं, पञ्चवारं इति भवति. नाम कतिवारं भवान् कार्यं कृतवान् अस्मिन् सप्ताहे? पञ्चवारम् अहं कृतवान् इति भवति. किन्तु यथा अग्रे भविष्यत् काले यदा वयं वदामः यथा नेक्स्ट् टैम् यत् वदामः आङ्ग्लभाषायां, तत्र अग्रिमवारमिति वा न वदामः, तत्र साधुभाषा नास्ति. अग्रिमवारं न वदामः, तत्र दोषः अस्ति. तत्र पर्यायः इति शब्दस्य प्रयोगः भवति. अग्रिमे पर्याये पर्यायः, तत्र वारमिति न. बुद्धम् अवगतं न? तत्र अग्रे गत्वा तत्र वयं अग्रिमे सप्ताहे अथवा वयं वक्तुं शक्नुमः, वयं चिन्तयितुं शक्नुमः, अग्रिमवारं यदा मिलामः तदा चर्चयिष्यामः. अग्रिमवारं यदा मिलामः, अवगच्छति वा? अग्रिमवारं यदा मिलामः तदा चर्चयिष्यामः इति वाक्यम् अवगतं वा? तद् वाक्यं दोषसहितमस्ति. अग्रिमवारं यदा मिलामः इति न वदामः, अग्रिमे पर्याये यदा यदा मिलामः तदा. बुद्धं वा? अत्र बहुवारं वारं वारं एतानि द्वे शब्दाः स्तः भेदः कः? बहुवारं वारं वारम् नाम आशयः प्रायः समानः, किन्तु भेदः अस्ति. यथा आङ्ग्लभाषायामपि अथवा हिन्दीभाषायां तादृश नाम तत्र साम्यमपि अस्ति, किञ्चित् भिन्नम् अस्ति. यथा आङ्ग्लभाषायां यदि वदामः मेनि टैम्स् अथवा अगेन् एण्ड् अगेन्, तत्र भेदः अस्ति न वा? साम्यमपि अस्ति, भेदः अपि अस्ति. बहुवारं वारं वारं तत्र सूक्ष्मभेदः अस्ति इति अहं वदामि, खलु? अस्तु, अग्रे गच्छामः. तर्हि क्त्वा इति विषयः अस्ति, कर्णः दुर्योधनः. अस्तु, इदानीम् अभिनवमहोदय, भवान् कर्णः रविमहोदय दुर्योधनः. अत्र नवविंशति अधिकतमे पुटे अस्ति. त्यक्तोत्तिष्ठ परन्तप उच्चैः पठत अवगच्छत च. कर्णः दुर्योधनः कः? भवान् एव खलु? दुर्योधन. अहं कर्णः. कर्ण वद, किमर्थं खिन्नः? जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति. चिन्तां त्यक्त्वा मया सह वस, राज्यं दत्त्वा त्वां महाराजं करोमि. भवान् आश्रयं कल्पयित्वा माम् उद्धृतवान् अस्ति, अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि? त्वं मम मित्रम् एव, अत्र स्थित्वा प्रतिकारं कुरु. एतं प्रसङ्गं स्मृत्वा भवतः सहकारं करोमि. प्रसङ्गः बुद्धः. अत्र कोऽपि प्रश्नः अस्ति वा? क्त्वा इत्यस्य अर्थं वयं जानीमः एव खलु? अत्र दृष्ट्वा, त्यक्त्वा, दत्त्वा, कृत्वा, स्थित्वा, स्मृत्वा इति एतत् सर्वं स्पष्टं स्यात्. इदानीं प्रत्येकं वाक्यस्य अत्र जनाः मां दृष्ट्वा अयं सूतपुत्रः इति परिहसन्ति. अत्र सूतपुत्रः नाम कुत्र? अयम्. हा हा हा, अस्तु. अयम् इत्युक्ते एषः नूतन सर्वनाम अस्ति. एषः यथा एषः अथवा एषा, तत्र मूलरूपमस्ति तत्. प्रत्येकं शब्दस्य मूलरूपं भवति, मूलरूपमस्ति तत्. एषः इत्यस्य मूलरूपं तत् तत् शब्दः. अतः नपुंसकलिङ्गे तत् ते तानि, पुल्लिङ्गे सः तौ ते, श्रीलिङ्गे सा ते ताः. अत्र अयमिति इदं शब्दः अस्ति, तत्र मूलशब्दः अस्ति तत्, अत्र इदम्. अग्रिमे पुस्तके अत्र प्रथमभागः गीतसोपानं, द्वितीयभागे भवति अयम् अयम् इमो इमे अयमिमो इमे इदम् इमे इमाः नपुंसकलिङ्गे. तत्र स्त्रीलिङ्गे इयम् इमे इमाः, तत्र स्त्रीलिङ्गे इयं, पुल्लिङ्गे अयं, नपुंसकलिङ्गे इदम्. तर्हि अयमस्ति. अहं बहुवारं वदामि, प्रायः श्रुतवन्तः स्युः, न कदापि श्रुतवती वा? अयमति नाम मम अभ्यासे अस्ति, बहुवारम् अहं वदामि, अतः प्रायः आगतः स्यात्. अत्र जनाः मां दृष्ट्वा अयं नाम एषः सूतपुत्रः इति परिहसन्ति. सूतपुत्रः नाम संस्कृतेन वदन्तु. सूतः पुत्रः इति परिहसन्ति. चिन्तां त्यक्त्वा मया सह वस इति स्पष्टं स्यात्. अस्तु अग्रे. कर्णस्य माता तं सूतस्य उपरि स्थापयित्वा जले प्रवहन्ति स्म. बह्व्याः कथायाम् अहं श्रुतवती तत्र सूतपुत्रः तत् शब्दस्य अर्थः स्यूतः, स्यूतशब्दस्य अर्थः यः रथं चालयति सः सूतः. कर्णः स्यूतः, स्यूत सूत सूत सः जनक सः स्यूतः पालयति. कर्णः स्यूत महाभारते एतत् कथा अस्ति. तत् कथायां कुन्ती तस्य कथायां तस्यां कथायां कर्णस्य माता कुन्ती तस्य तस्य कथायाम् एतत् अस्ति. स्यूतः मीन्स् स्यूतः. अस्तु अस्तु अस्तु, पर्याप्तमस्ति. अस्तु पर्याप्तमस्ति, न्यूनातिन्यूनं लघु प्रयासः जातः. अस्तु, चिन्तां त्यक्त्वा मया सह वस, राज्यं दत्त्वा त्वां महाराजं करोमि. त्वामिति शिखा विभक्तिः अत्र तृतीया विभक्तिः अस्ति. त्वां त्वां त्वां महाराजं करोमि. अस्तु अग्रे पठतु महोदय, मन्दं मन्दम्. भवान् कर्णः, भवान् आश्रयं कल्पयित्वा माम् उद्धृतवान् अस्ति. माम् उद्धृतवान् अस्ति. उद्धृतवान् अस्ति, अवगच्छति वा? उद्धरति उत्थापितवान् इति अर्थः. उत्थापितवान् अत्र धातुः अस्ति हरति. वयं दृष्टवन्तः यत्र उपसर्गः अस्ति तत्र अर्थभेदः भवितुमर्हति खलु. हरति इत्यस्य अर्थः भेदः अस्ति, अर्थः भिन्नः अस्ति. अर्थः हरति इति भिन्नः अर्थः अस्ति. अत्र उत् उपसर्गः प्लस् हरति उद्धरति. हरति हृ इति धातुः, हृ हरति उद्धरति. उद्धारः इति भवति खलु उद्धारः तत्र अस्तु तर्हि उत्थापनमिति चिन्तयतु उत्थापनम् उत्थापितवान् अस्ति अहं किं कृत्वा एतस्मात् ऋणात् ऋणमिति जानीमः खलु ऋणं सर्वे जानन्ति ऋणात् मुक्तः भवामि अस्तु अग्रे पठतु महोदय अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि अग्रे त्वं मम मित्रम् एव अत्र स्थित्वा प्रतिकारं कुरु प्रतिकारं नाम प्रत्युपकारम् हा हा एतं प्रसङ्गं स्मृत्वा भवतः सहकारं करोमि अस्तु अत्र कश्चन भ्रमः भवति उदाहरणम् अपि च उदाहरणं तत् भेदः कः उदाहरणमिति जानीमः खलु उदाहरणं तत्रापि हृधातुः अस्ति उदाहरणम् अपि हरति इति हृधातुः अस्ति उदाहरणम् इदानीम् उदाहरणम् अत्र उद्धृत इति अस्य रूपमस्ति उद्धरति उद्धृत उदाहरणं तत्र उत्थापनमिति अहम् उक्तवान् खलु भवान् तु जानीयात् उदाहरणं जानाति वा हिन्दीभाषायामपि भवति इति अहं मन्ये हा किन्तु सामान्यशब्दः नास्ति अद्यत्वे तु न कोऽपि वदति किन्तु अत्र उद्धृतवान् इति अवगच्छति वा उत्थापितवान् मम साहाय्यं कृतवान् माम् उत्थापितवान् अहं पतितः आसम् भवान् माम् उत्थापितवान् खलु उद्धृतवान् तत्र उदाहरणं तदपि उत्थापनमस्ति उदाहरणार्थम् अहं किमपि लिखन्नस्मि अहं लिखामि तत्र अपरस्मिन् पुस्तके एकं वाक्यम् अहं पश्यामि तद्वाक्यं मह्यं रोचते अतः तद्वाक्यं तस्य उत्थापनं कृत्वा अहं मम लेखे स्थापयामि इति एकम् एतद् वाक्यम् एकम् उदाहरणम् कोटेशन् इति अर्थः अस्ति तत्र यत् लिफ्टेड् अप् अस्ति अपरस्मात् पुस्तकात् अन्यत्र स्थापितमस्ति तत् उद्धृतमस्ति अतः उदाहरणमिति वदामः कोटेशन् तत्र हिन्दीभाषायां कोटेशन् इति किं भवति उद्धृत् तदेव अस्ति उद्धृत् रूपमस्ति अत्र उद्धृत् उदाहरणम् अस्तु तर्हि पश्येम अत्र किमपि नूतनं न स्यात् किन्तु उदाहरणं पदच्छेदः कः भवति उदाहरणम् अत्र ऊत् इति उपसर्गः अस्ति अत्र अणिच् अस्ति अणिच् पठति पाठयति हरति हारयति तर्हि उत् हृ अणिच् ल्यूट् इति उदाहरणम् उत् हृ अणिच् ल्यूट् इति पदविच्छेदः अस्ति नाम अत्र उत् इति उपसर्गः हृ इति धातुः अणिच् नाम हरति हारयति उत् प्लस् हरति उद्धरति उत् प्लस् हरति प्लस् अणिच् उद्धारयति उदाहरणं तत्र यथा गमनं चिन्तनम् एतत् ल्यूट् अस्ति तर्हि पदच्छेदः एवमस्ति अस्तु अग्रे अग्रे पठति पठति पठित्वा इति भगिनी खलु पठति पठित्वा भ्रमति भ्रमित्वा क्रीडति क्रीडित्वा धावति धावित्वा चलति चलित्वा पतति उदित्वा त्यजति त्यक्त्वा विन्दति विदित्वा लभते लब्ध्वा भवति भूत्वा वर्तते वर्तित्वा वर्धते वर्धित्वा सेते सेयित्वा स्रंसते स्रंसित्वा म्रियते मृत्वा जायते जनित्वा अत्र नूतनरूपाणि सन्ति एतावता पठति इति जानीमः भ्रमति अत्र पश्यन्तु यत् कुत्रचित् इडागमः अस्ति कुत्रचित् इडागमः नास्ति इकारः आगच्छति यदा अहम् उक्तवान् खलु कुत्रचित् इकारः आगच्छति तत्र इडागमः यथा पठित्वा इकारः पठित्वा भ्रमित्वा क्रीडित्वा धावित्वा चलित्वा उदित्वा किन्तु त्यक्त्वा त्यक्त्वा तत्र नास्ति इडागमः संस्कृतस्य व्याकरणे तत्र प्रत्येकं धातुः यदि इट् आगमः भवितुमर्हति तर्हि सः धातुः स प्लस् इट् सेट् सेट् इति कदाचित् श्रुतवान् वा सेट् अयं धातुः सेट् अयं धातुः सेट् नास्ति तर्हि यत्र इडागमः सम्भवति तत्र धातुः स प्लस् इट् सेट् अस्ति यत्र इडागमः नितरां न भवति तत्र अनिट् इति वदामः अन् इट् इडागमः इडागमः नास्ति अन् इट् अनिट् तर्हि प्रत्येकं धातुः सेट् अथवा अनिट् अस्ति यत्र यत्र इकारः दृश्यते ते सर्वे धातवः सेट् सन्ति यत्र धातुः इट् यत्र धातौ इट् नास्ति तत्र अनिट् इति धातुः अस्ति शब्दकोशः बृहान् अस्ति चेत् बृहान् संस्कृतशब्दकोशः अथवा धातुकोशः अस्ति चेत् तत्र सर्वत्र प्रत्येकं धातुः तत्र लिखितमस्ति सेत् सेत् सेत् अनिट् अनिट् तत् सर्वं लिखितमस्ति विदित्वा लब्ध्वा तत्र लभति लभते तत्र लब्ध्वा पश्यन्तु नाम व्याकरणक्षेत्रे अस्मिन् कार्यमस्ति नियमाः सन्ति कथं लभति धातुः लब्ध्वा तत्र क्त्वा इति रूपमस्ति प्रत्ययः अस्ति क्त्वा किन्तु लब्ध्वा इति भवति तत्र नियमाः सन्ति इदानीं केवलं संस्कारः भवति नाम कर्णे तत्र कथं श्रूयते इति भवतु अस्तु भवानेव अग्रे पठतु कृपया पश्यति दृष्ट्वा दहति दग्ध्वा पृच्छति पृष्ट्वा कर्षति कृष्ट्वा हरति हृत्वा पचति पक्त्वा ध्यायति ध्यात्वा ददाति दत्त्वा शृणोति श्रुत्वा जहाति हित्वा ईक्षते ईक्षित्वा रमते रमित्वा भुङ्क्ते भुङ्क्ते भुक्त्वा मोदते मोदित्वा ब्रूते उक्त्वा चेष्टते चेष्टित्वा अस्तु अर्थाः अवगताः वा सर्वं न कोऽपि प्रश्नः जहाति जहाति इति जानाति वा भवती वदति यत् सर्वं जानामि जहाति इति को अर्थः कोऽपि जानाति वा जहाति जहाति इत्युक्ते त्यजति जहाति इत्युक्ते त्यजति ईक्षते इति जानीमः खलु पश्यति भुङ्क्ते खादति खादति हा अस्तु एतत् सर्वं विन्दति विन्दति इति जानामि किन्तु इदानीं मनसि नास्ति द्रष्टव्यमस्ति इदानीं द्रष्टव्यमस्ति विन्दति इति विन्दति धातुः जानामि किन्तु इदानीं मनसि नास्ति अपि च तत् एतदपि वक्तव्यमस्ति प्रकोष्ठे विन्दते इति उदाहरणमस्ति किमपि उक्तमस्ति तस्य अर्थः दत्तः वा न अत्र एकम् उदाहरणमस्ति तत्त्वं विन्दित्वा त्वं न शोचितुमर्हसि एकम् उदाहरणमस्ति तत्त्वं विन्दित्वा त्वं न शोचितुमर्हसि अस्मिन् पाठे अस्ति अस्तु अग्रे अग्रे प्रायः लिखितुं स्यात् अन्यत् वक्तव्यमासीत् उदाहरणमासीत् उदाहरणं मया यत् यः शब्दः उक्तः इदानीं मनसि आगतः उद्धारणमस्ति आकारः नास्ति तत्र उदाहरणमस्ति उद्धृत इति उद्धारणमस्ति किं किम् अग्रे पश्याम अग्रे पश्याम अस्तु तर्हि सन्ध्याभगिनी अग्रे पठतु यतो उदाहरणं यथोदाहरणं रिक्तस्थानानि पूरयत गच्छति गत्वा तिष्ठति तिष्ट्वा न तिष्ठति तिष्ठति इति तत्र धातुः अस्ति स्था तत्र स्थित्वा स्था धातुः अस्ति स्थित्वा अस्तु अग्रे स्थित्वा पश्यति दृष्ट्वा तर्हि गच्छति तत्र भवन्तः वदन्तु तत्र धातुः सेट् अनिट् वा गच्छति इति अस्य गत्वा तर्हि धातुः सेट् अथवा अनिट् अनिट् इडागमः नास्ति खलु गत्वा तिष्ठति अत्र अत्र वक्तुं न शक्नुमः यतोहि स्थित्वा तत्र अपवादः अस्ति तत्र वक्तुं न शक्नुमः दृष्ट्वा सर्वदा दर्शने न जानीमः किन्तु पश्यति दृष्ट्वा अनिट् अस्ति अनिट् अस्ति अग्रे भगिनी वदतु सन्ध्या भगिनी वदतु रचयति किं स्यात् किं वदतु किं स्यात् हा रचयित्वा इति अस्ति रचयति रचयित्वा तर्हि धातुः सेट् अनित्वा हा सेट् अस्ति अस्तु सन्ध्या भगिनी अग्रे बहु सम्यक् अस्ति तत्र धातुः अस्ति नीत्वा नीत्वा अस्ति सेट् अनित्वा किं वदन्ति वस्तुतः धातुः अस्ति नी नी प्लस् त्वा नीत्वा अत्र अनिट् अस्ति इडागमः नास्ति अग्रे सन्ध्या भगिनी वदतु गायति कथं जानाति न जानामि जानाति एव कथं ज्ञातवती प्रभावशाली अस्तु गीत्वा इति अस्ति अनिट् दायि धातुः अनिट् अस्तु अग्रे वदतु एतत् न जानाति इति अहं मन्ये अग्रे कोऽपि वदति वा न अत्र अत्र अपवादः अस्ति न न दर्शनेन वयं ज्ञातुं न शक्नुमः अत्र नत्वा अस्ति नत्वा अस्तु भगिनि अग्रे अग्रे स्मरति स्मृत्वा सम्यक् अग्रे धावति धावित्वा तु अस्ति ज्ञात्वा अपि जानाति सा धावित्वा तर्हि धातुः सेट् अनिट् वा सेट् धातुः सेट् अस्ति सेट् अस्तु अग्रे लक्ष्मीभगिनी अग्रे पठतु कर्तयति कर्तयित्वा धातुः सेट् अग्रे चालयति चालयित्वा चालयित्वा सेट् त्यजति त्यक्त्वा खादति खादति खादित्वा सेट् चोरयति चोरयित्वा सेट् त्यजति त्यक्त्वा अनिट् पूरयति पूरयित्वा सेट् वर्णयति वर्णयित्वा तदपि सेट् कथयति कथयित्वा सेट् चलति चलित्वा सेट् भक्षयति भक्षयित्वा तत्र साधारणतया यः धातुः हलन्तधातुः अस्ति अन्ते यः हल् वर्णः अस्ति धातौ आधिक्येन सेट् अस्ति यतोहि उदाहरणार्थं त्वा अस्ति चल् लकारः हल् अस्ति तर्हि चल् त्वा तत्र मध्ये ध्वनिः अपेक्षितः अस्ति हल् वर्णद्वयमस्ति लकारः तकारः हल् त्वा अतः सामान्यतया यः धातुः हलन्तः अस्ति तत्र आधिक्येन सेट् अस्ति अपि च यः धातुः अजन्तः अस्ति बहुवारम् अनिट् अस्ति यथा भूधातुः भूत्वा अस्ति धातुः अनिट् खलु तर्हि आधिक्येन यः धातुः अजन्तः अस्ति सः अनिट् अस्ति आधिक्येन यः धातुः हलन्तः अस्ति सः सेट् अस्ति सर्वदा न हा यथा त्यज् धातुः त्यजति लब् धातुः लब्ध्वा त्यक्त्वा अपवादाः सन्ति अस्तु अग्रे सरेम द्वितीय अभ्यासः अस्ति अस्तु अपि विनपमहोदय पठतु एतानि वाक्यानि पठत् त्वार् त्वान्तरूपाणि अवलोकयत् च शत्रून् जित्वा समृद्धं राज्यम् शास्त्रविधानो अत्र अत्र जित्वा रक्तवर्णः तु अस्ति एव अस्तु शास्त्रविधानोक्तं ज्ञात्वा कर्मं कुर्वन्तु कर्म कुर्वन्तु अग्रे पाण्डवसेनां दृष्ट्वा पाण्डवसेनां दृष्ट्वा दुर्योधनः ब्रवीति गुरून् हत्वा ब्रवीति नाम गुरून् हत्वा भोगान् कथं भुञ्जीय इति अवगतं स्यात् गुरून् हत्वा हत्वा नाम मारयित्वा भोगान् इति भुञ्जीय तदेव भोगस्य भूत् इति रूपमस्ति. नाम कथं तस्य अनुभवः स्यात् भोगस्य भुञ्जीय. अग्रे एवम् उक्त्वा अर्जुनः उपविशत् उपाविशत् अग्रे तत् थाम् उपाविशत् इति कः लकारः अस्ति? लोट् लोट् लङ् धातुः अस्ति विश् धातुः उपसर्गः वयं जानीमः उपा इत्यस्य अनन्तरमेव आगच्छति खलु. उपा इति उपसर्गः उप प्लस् अ उपा उपाविशत् तत् धाम गत्वा न निवर्तते. हा धाम गत्वा न निवर्तते. धाम इति जानीमः खलु गान्धिधाम धाम स्थलं जीवः इन्द्रियाणि गृहीत्वा नवं शरीरं याति. याति नाम गच्छति. यातायास इति भवति खलु हिन्दीभाषया. यात आयात् यात् नाम गच्छति. आयात् नाम आगच्छति. तत्र भवति यातायात् शब्दः न स्यात्. केवलं हिन्दीभाषायाम् अस्ति. तत्र यातायात् इत्युक्ते ट्रान्स्पोर्टेशन् कमिङ्ग् गोयिङ्ग् यातायात्. अस्तु अग्रे भोगान् भुक्त्वा जीवः पुनः मर्त्यलोकं विशति. विशति इत्युक्ते आगच्छ तिष्ठति. विशति नाम प्रवेशं करोति. विश् धातुः विशति इत्युक्ते प्रवेशं करोति. अस्तु महोदय अग्रे पठतु. तत्त्वं विदित्वा त्वं न शोचितुमर्हसि. नानासिना संशयं चित्वा विदित्वा तत्त्वम् अत्र विदित्वा जानन्ति. तत्त्वं विदित्वा त्वं न शोचितुमर्हसि. ज्ञात्वा विदित्वा त्वं न शोचितुम् अर्हसि. अर्हसि नाम शक्नोषि. अर्हति लोके बहु प्रयोगः भवति. अर्हति नाम कार्यं भवितुं शक्नोति वा इति. कार्यं नाम श्वः पर्यन्तं कार्यं भविष्यति वा इति प्रश्ने सति. तत्र प्रष्टुं शक्नुमः कार्यं भवितुमर्हति वा श्वः पर्यन्तं. कार्यं भवितुमर्हति वा अर्हति. अग्रे ज्ञानासिना संशयं छित्त्वा योगम् आचर. छित्त्वा छेदं कृत्वा. छेद् इति धातुः छेद् छेदं कृत्वा छित्त्वा. अत्र विदित्वा विन्दित्वा तत्र भिन्नम् अस्ति. विदित्वा अस्तु सम्यक् अस्ति. तर्हि सुब्रह्मण्य महोदय अग्रे यथोदाहरणं वाक्यद्वयस्य योजनं त्वान्तरूपाणि उपयुज्य कुरुत. यथा कृष्णः सेनयोः उभयोः मध्ये रथं स्थापयति सर्वान् पश्यति. सेनयोः उभयोः मध्ये रथं स्थापयित्वा सर्वान् पश्यति. अर्जुनः अहं योद्धुं न शक्नोमि इति वदति उपविशति. अर्जुनः अहं योद्धुं न शक्नोमि इति उक्त्वा उपविशति. अत्र किमस्ति धातुद्वयमस्ति. एकः धातुः अस्ति वद् वदति एकः धातुः अस्ति वच् वक्ति बालकः वदति बालकः वक्ति अतः समानः रूपं भिन्नम् अस्ति तर्हि किमस्ति कुत्रचित् लोके वद् वद् धातोः रूपं सामान्यमस्ति सरलमस्ति कुत्रचित् वच् धातोः रूपं सामान्यमस्ति सरलमस्ति उदाहरणार्थं वदामि बालकः वदति किन्तु भूतकाले किं वदामः किन्तु तव तु इति वदतु नाम अवदत् इति अस्ति तत्तु लङ्कारः नाम यदा खादितवान् गतवान् वदति इत्यस्य न उक्तवान् इति सामान्यरूपेण तत्र यथा अभ्यासपुस्तके एतत् सर्वम् अस्ति उक्तवान् वदति इति वद् धातुः वर्तमानकाले वक्ति इति न पाठयामः आरम्भे अनन्तरं पाठयामः अर्थः समानः तर्हि वर्तमानकाले वदति भूतकाले उक्तवान् उक्तवान् इति वद् धातोः उक्तवान् इति नास्ति वच् धातोः अस्ति उक्तवान् किन्तु पुनः भविष्यत्काले वदिष्यति तत्र वच् धातोः वक्ष्यति वक्ष्यति अनन्तरं पाठयामः यतोहि रूपं किञ्चित् कठिनमस्ति तर्हि अत्र भवान् उक्त्वा इति उक्तवान् तत्र उक्त्वा इति समानं नाम सामान्यरूपम् अस्ति सामान्यतया वच् धातोः उक्त्वा इति वदामः किन्तु अत्र वद् धातुः इति दत्तमस्ति तत्र वद् धातोः उदित्वा इति अस्ति उदित्वा न अवगच्छामि भगिनि अत्र नाम उदित्वा अपि च उक्त्वा द्वयोः अर्थः समानः वद् धातोः वद् धातोः उदित्वा वच् धातोः उक्त्वा तत्र सामान्यतया लोके वयम् उक्त्वा इति वदामः यतोहि सरलमस्ति सरलमस्ति उदित्वा इति किञ्चित् इतोपि जटिलमस्ति इति चिन्तयित्वा वयं न वदामः किन्तु रूपं समीचीनमस्ति अर्थः समानः उदित्वा उक्त्वा समानमेव धातुभिन्नः अवगच्छति वा किम् अर्थभेदः नास्ति रूपभेदः अस्ति अस्तु तर्हि अग्रे सरेम युद्धे शत्रून् जया समृद्धं राज्यं भुङ्क्ष्व युद्धे शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व जयति इति जित्वा अस्तु भवानेव अर्जुनः विश्वरूपं पश्यति भीतः भवति अर्जुन विश्वरूपं दृष्ट्वा भीतः भवति सम्यक् बहु सम्यक् अस्ति तथा अस्ति अस्तु अग्रिमं करोतु कृष्णः अर्जुनाय दिव्यं चक्षुः ददाति विश्वरूपं दर्शयति कृष्णः अर्जुनाय दिव्यं चक्षुः दत्त्वा विश्वरूपं दर्शयित्वा दर्शयति ओ दर्शयति एकवारम् नाम यत्र वाक्यद्वयमस्ति तत्र वाक्यद्वयमस्ति खलु वाक्यद्वयमस्ति द्वि वाक्ये स्तः वाक्यद्वयमस्ति तस्य संयोजनार्थं नाम एकवाक्यं येन वाक्यद्वयमस्ति इदानीं वयम् एकं वाक्यं कुर्मः तदर्थं ददाति इत्यस्मात् दत्त्वा दत्त्वा अधीनेन वाक्यद्वयम् एकं वाक्यं भवति एकवारं कुर्मः अग्रे ओ षट् धृतराष्ट्रः धृतराष्ट्रः धृतराष्ट्रः धृतराष्ट्रः धृतराष्ट्रः सञ्जयं सञ्जयं पृच्छति युद्धविवरणं जानाति धृतराष्ट्रः सञ्जयं पृच्छति पृच्छति इति नाम तत्र पृच्छामि पृच्छति इति परिवर्तयतु कृत्वा दत्त्वा ज्ञात्वा धृतराष्ट्रः सञ्जयं पृच्छयित्वा सहायं करोतु पृष्ट्वा युद्धविवरणं जानाति सम्यक् सः ईश्वरं जानाति शान्तिं प्राप्नोति सः ईश्वरं ज्ञात्वा शान्तिं प्राप्नोति अर्जुनः कृष्णस्य वाक्यं शृणोति युद्धाय उत्तिष्ठति अर्जुनः कृष्णस्य वाक्यं श्रुत्वा युद्धाय उत्तिष्ठति योगिनः कर्मफलानि त्यजन्ति आत्मशुद्धये कर्म कुर्वन्ति योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति सञ्जयः कृष्णार्जुनसंवादं स्मरति हर्षम् अनुभवति सञ्जयः कृष्णार्जुनसंवादं स्मृत्वा हर्षम् अनुभवति अर्जुनः स्मृतिं लभते स्वधर्माचरणं करोति अर्जुनः स्मृतिं लब्ध्वा स्वधर्माचरणं करोति जीवः कर्मफलं भुङ्क्ते पुनर्जन्म प्राप्नोति जीवः कर्मफलं भुङ्क्त्वा पुनर्जन्म प्राप्नोति योगिनः मनः आत्मनि योजयन्ति योगिनः मनः योगिनः मनः आत्मनि योजयन्ति ध्यानं कुर्वन्ति योगिनः मनः आत्मनि योजयित्वा ध्यानं कुर्वन्ति स्पष्टमस्ति एतावत् सर्वम् कर्मबन्धिनः म्रियन्ते पुनः जायन्ते कर्मबन्धिनः मृत्वा पुनः जायन्ते नरः ईश्वरे कर्मणां न्यासं कुरुते शान्तिं प्राप्नोति नरः ईश्वरे कर्माणां न्यासं कृत्वा शान्तिं प्राप्नोति ईश्वरः भक्तं त्रायते धर्मरक्षणं कुरुते त्रायते ईश्वरः भक्तं त्रात्वा ईश्वरः भक्तं त्रात्वा धर्मरक्षणं कुरुते अवगच्छति वा त्राणं करोति त्राणं त्राणं नाम त्राणं नाम केवलं रक्षणमिति न, तत्र यः मुक्तिं कारयति, यः मुक्तिं कारयति सः तारकः, तारकः त्राणं करोति यः त्राणं करोति सः तारकः, यः लिखति सः लेखकः, यः त्राणं करोति सः तारकः, मुक्तिं कारयति इति. भक्तः अद्वेष्टा भवति ईश्वरं भजति, भक्तः अद्वेष्टा भूत्वा ईश्वरं भजति. ईश्वरः दुष्कृतां नाशं करोति, साधूनां रक्षणं करोति. ईश्वरः दुष्कृतां नाशं कृत्वा साधूनां रक्षणं करोति. दुष्कृताम् इत्यस्य का विभक्तिः? दुष्कृताम् दुष्कृतां नाशम् बहुवचन चतुर्थी भवति न, भवान् भवान् नाम अर्थं दृष्ट्वा भवान् अनुमानं कर्तुं शक्नोति. ईश्वरः दुष्कृतां नाम द्वितीय विभक्ति न, अत्र पश्यतु दुष्कृतां नाशं, दुष्कृतां नाशं तत्र तत्र नाशं नाम प्रश्नः उदेति. अत्र रूपमिति त्यजतु, रूपं किमिति त्यजतु, अत्र नाशपदात् पूर्वं यः शब्दः भवति तस्य का विभक्तिः स्यात् इति चिन्तनं पृच्छामः. नाशपदात् पूर्वं का विभक्तिः स्यात्? नाशः तत्र नाशशब्दस्य प्रयोगं करोतु वाक्ये. किमपि वाक्यं, किमपि अनेन उत्तरं भवति. नाशः, सन्ध्या भगिनी वदतु वाक्यं. नाशः नाशशब्दं जानाति वा? नाशः नाश न जानाति. ओ वाक्यं वदतु. ईश्वरः दुष्टान् नाशं करोति. तत्तु वाक्यं लिखितमस्ति अत्र, किमस्ति बेकार. अस्तु, भवान् वदतु वाक्यम्. ईश्वरः दुष्टस्य नाशं करोति. दुष्टः दुष्टस्य इति सत्यं. भवान् वाक्यं वदतु. नाशम् अहं समयनाशनं. समयनाशम् इति पदविचारं करोतु. समयस्य नाशं, समयस्य नाशं, समयस्य नाशं. समयस्य नाशं न करोमि, न करोमि. तर्हि समयस्य इति का विभक्तिः? समयस्य सप्तमी विभक्तिः, षष्ठी विभक्तिः, षष्ठी विभक्ति. तर्हि नाशशब्दात् पूर्वं तत्र षष्ठी विभक्तिः अपेक्षिता अस्ति. षष्ठी विभक्तिः, समयस्य नाशं करोमि, भोजनस्य नाशं करोमि, यत्किमपि अवसरस्य नाशं करोमि. तर्हि अत्र का विभक्तिः अस्ति? अत्र सा एव अस्ति, षष्टि षष्टि षष्टि. दुष्कृतिः दुष्कृताम्, दुष्कृतिः तकारादशब्दः अस्ति. दुष्कृतिः इति न, दुष्कृत् तकारान्तशब्दः अस्ति. नाम हलन्तशब्दानाम् अभ्यासं वयं न कृतवन्तः तावत् न. सत्यम्. अग्रे गत्वा अत्र प्रथमभागः अस्ति, द्वितीयभागे हलन्तशब्दाः भवन्ति. त्वान्तरूपाणि द्वितीयाविभक्ते भवति न? त्वान्तरूपाणि असत्यं, सत्यं नाशं, नाशं नाशमिति शिका विभक्तिः, नाशं द्वितीया, दुष्कृतां षष्टि. सत्यम्. नाशशब्दात् पूर्वं यः कोऽपि शब्दः भवति तस्य षष्टिः भविष्यति अत्र दुष्कृतिः नास्ति नास्ति दुष्कृत् दुष्कृतां षष्टिः एकवचनं सत्यं यथा नदी इति अस्मिन् अर्थे सरित् इति एकस्य शब्दः अस्ति सरित् श्रुतवती वा तकारान्तशब्दः अस्ति सरित् सरितौ सरितः सरितं सरितौ सरितः सरिता सरिभ्यां सरिभिः इति भवति हा सरिते सरितः अत्र सरित् इति षष्टि बहुवचनं सरितां अत्र दुष्कृत् दुष्कृताम् एकवचने सरितः दुष्कृतः अस्तु हा भगिनी भवती एव वदतु अग्रे मानवाः स्वकर्मणा देवम् अर्चन्ति सिद्धिं विन्दन्ति मानवाः स्वकर्मणा देवम् अर्चयित्वा सिद्धिं विन्दन्ति मानवाः स्वकर्मणा देवम् अर्चयित्वा सिद्धिं विन्दन्ति योगी अहङ्कारं त्यजति शान्तः भवति योगी अहङ्कारं त्यक्त्वा शान्तः भवति विन्दति इत्युक्ते प्राप्नोति सत्यं विन्दति हा सत्यं सत्यं अत्र अत्र सत्यं विन्दति इति प्राप्नोति इति अस्ति सिद्धिं विन्दति अस्तु अवधेयम् त्वा प्रत्ययः इत्यपि व्यवहारः अस्ति नाम कुत्रचित् क्त्वा इति उच्यते कुत्रचित् त्वा इति उच्यते लोके वस्तुतः पाणिनेः प्रत्ययः नाम अष्टाध्याय्यां तत्र पाणिनेः ग्रन्थः अष्टाध्यायी अस्ति तस्मिन् ग्रन्थे क्त्वा इति अस्ति ककारः तु अस्ति एव अस्तु अग्रे अस्ति वा अग्रे गत्वा अस्ति वा समाप्तुम् अस्ति हा अस्तु वयं कुर्मः तर्हि अभ्यासः अपेक्षितः अस्ति सर्वे वाक्यद्वयं रचयन्तु अत्र गच्छति तत्र गच्छति इत्यस्य क्त्वा रूपं गच्छति किं भवति गत्वा वाक्यं रचयतु वाक्यं तत्र मा पश्यतु तत्र मा पश्यतु अत्र पश्यतु तत्र सः कम्पेषति अस्तु क्त्वा गत्वा इति वाक्यं रचयतु अस्तु हा निर्मातु अस्तु अग्रे पठति इत्यस्य पतति इदानीं क्रीडति क्रीडति इदानीं वदति अनन्तरं लिखति लिखति अनन्तरं पिबति पतति पठति पठति पठति पिबति अनन्तरं नयति अनन्तरं पश्यति अनन्तरं पृच्छति शीघ्रं वदति वदति हा हा भाषणं वक्त्वा वक्त्वा इति न भवति उक्त्वा भाषणम् उक्त्वा सः बहिः गच्छति अस्तु समीचीनमस्ति अन्यत् अस्ति पृच्छति पृच्छति पृच्छति प्रश्नं पृष्ट्वा पृष्ट्वा पृष्ट्वा मम जिज्ञासा शान्तं भवति शान्ता भवति किन्तु अत्र अत्र उदाहरणं बहु समीचीनमस्ति अत्र दोषः अस्ति पुनः वाक्यं वदतु अत्र उदाहरणं बहु सम्यक् अस्ति दोषः बहु सम्यक् अस्ति वदतु प्रश्नं पृष्ट्वा मम जिज्ञासा शांता भवति। अत्र दोषः कः इति भवताम् उत्तरदायित्वम्। पुनः वदतु। प्रश्नं पृष्ट्वा मम जिज्ञासा शांता भवति। प्रश्नं पृष्ट्वा शांति किं भवति? न प्रश्नं पृष्ट्वा मम जिज्ञासा शांता भवति। तर्हि मनसि जिज्ञासा आसीत्, अतः नाम चञ्चलता आसीत् मनसि। अनन्तरं प्रश्नस्य उत्तरस्य प्राप्त्या मनसः शान्तं जातम् इति भवितुमर्हति। किन्तु वाक्यदोषः अस्ति व्याकरणे। प्रश्नं पृष्ट्वा मा जिज्ञासा शान्ता भवति। शान्तिः भवति। जिज्ञासा स्त्रीलिङ्गशब्दं शान्ता तत्र दोषः आसीत्, किन्तु इदानीं परिष्कृता अस्ति। जिज्ञासा शान्ता भवति इति समीचीनमस्ति। अत्र क्त्वा प्रत्ययस्य सम्बन्धितः दोषः सम्बद्धः दोषः इति क्त्वा प्रत्ययस्य अत्र रूपमपि समीचीनं, प्रयोगीदोषः दृष्ट्वा इति रूपं समीचीनमस्ति, किन्तु प्रयोगीदोषः अस्ति। वाक्यं पुनः वदतु। प्रश्नं पृष्ट्वा मम जिज्ञासा शान्ता जाता। तत्र कः दोषः अस्ति? अत्र अस्ति संस्कृतभाषायाः बहुवारं सामान्यतया तत्र हिन्दीभाषा अपि च संस्कृतभाषा तत्र साम्यमस्ति बहुवारं, किन्तु अत्र भेदः अस्ति इति कारणतः भवतः दोषः। यतोहि हिन्दीभाषायाम् अयम् इदं वाक्यं समीचीनमस्ति, न कापि समस्या अस्ति, संस्कृतेन समस्या अस्ति। कोऽपि विचारः वदानि वा? अहं वदामि। अस्तु, समस्या एवमस्ति यत् यत्र क्त्वा प्रत्ययः अस्ति तत्र वाक्यद्वयं संयुक्तं भवति खलु। अत्र अभ्यासः जातः, तत्र वाक्यद्वयस्य संयोजनं जातं। नाम वाक्यद्वयं किम्? प्रश्नं पृच्छामि मम जिज्ञासा शान्ता भवति। प्रश्नं पृच्छामि मम जिज्ञासा शान्ता भवति। किं समस्या का? प्रश्नं आङ्ग्लभाषा न प्रयासं करोतु। द्वितीयवाक्य प्रथमवाक्येन डिपेण्डेण्ट् न अवलम्बित नाम किञ्चित् इतोपि वदतु। सन्ध्या भगिनी अस्ति वा? आम् अस्मि। ओ भवती, अरे बाबा, अहं तु भवती किमर्थं न उक्तवती? भवती रचयतु, अहं रचनार्थम् अहं न दत्तवान्। कथं नाम अन्यायः जातः? अस्तु, भवती शृणोति अपि च प्रक्षालयति, शृणोति अपि च प्रक्षालयति इति करोतु। महोदय, तत्र पञ्चमी विभक्ति तत्र प्रश्नं पृष्ट्वात् न अहं वदामि। अत्र वाक्यद्वयमस्ति, वाक्यद्वयस्य संयोजनं जातं। तत्र संस्कृतेन यदा वयं तथा कुर्मः तथा द्वयोः वाक्ययोः कर्ता समानः भवेत्। अहं प्रश्नं पृच्छामि, तत्र अहम् अस्ति। प्रश्नं पृष्ट्वा तत्र अहम् अस्मि, किन्तु जिज्ञासा शांता जाता तत्र जिज्ञासा शांता अभवत् जिज्ञासा इति कर्ता अस्ति हिंदी भाषायां भवति संस्कृतेन न भवति तथा अहम् प्रश्नं पृष्ट्वा मम जिज्ञासा मया जिज्ञासा अहम् तत्र द्वितीयवाक्यमपि अहम् अहम् प्रश्नं पृष्ट्वा शान्तः अभवम् अहम् प्रश्नं पृच्छामि पृष्टवान् इति प्रथमवाक्यं द्वितीयवाक्यमस्ति अहम् शान्तः अभवम् अहम् शान्तः अभवन् अहम् वाक्यद्वयमपि तत्र अहम् भवेत् यथा तथा नाम हिन्दीभाषायां बहुत्र तथा भवति किन्तु अत्र न अत्र न भवति अत्र तत्र तु अवगतं वा द्वितीयवाक्ये तु जिज्ञासा इति कर्ता अस्ति जिज्ञासा भवति तत्र अहं तु किमपि नास्ति तत्र अवगतं वा तथापि मम तु कर्ता नास्ति जिज्ञासा इति कर्ता अस्ति भवति इति अकर्मकधातुः अस्ति भवति जिज्ञासा मम तु भिन्नम् अस्ति मम मित्रं कार्यं करोति मम इति अस्य वदनेन कर्ता भवति वा मित्रं कार्यं करोति मम इति अस्य वदनेन किमपि न भवति किमपि नास्ति अवगच्छति वा न जिज्ञास तत्र जिज्ञासा शान्ता भवति तत्र कर्ता कः जिज्ञासा एव यत्र भूधातुः अस्ति भवति अस्मिन् प्रकोष्ठे एकः बालकः अस्ति तत्र कर्ता कः अस्मिन् प्रकोष्ठे एकः बालकः अस्ति सेण्टेन्स् बालकः तत्रापि तथा अस्ति शङ्का जाता भवति जिज्ञासा शान्ता भवति तत्र कर्ता भिन्ना अस्ति अहं प्रश्नं पृष्ट्वा अहं शान्तः अभवम् इति सम्यक् तत्र अहं शान्तः किन्तु जिज्ञासा शान्ता तत्र जिज्ञासा भिन्ना अस्ति अहं भिन्नम् अस्मि अवगच्छति वा अस्तु सन्ध्या भगिनी वाक्यमस्ति वा वदतु गानं श्रुत्वा कुशलिनी अभवम् अत्र वाक्यं सम्यक् वा यतोहि अहं किं वाक्यं पुनः वदतु अहं गानं श्रुत्वा कुशलिनी अभवम् कुशलिनी अभवन् अहं गानं शृणोमि अहं कुशलिनी भवामि अहं उभयत्र अस्ति वाक्यं सम्यक् अस्ति उदाहरणार्थं बहवः जनाः संस्कृतेन वदन्ति वदन्ति वार्तां श्रुत्वा नाम समाचारं श्रुत्वा समाचारं श्रुत्वा मम आनन्दः जातः वाक्यं कथमस्ति सम्यक् वा वाक्यं सम्यक् अस्ति न वा किमर्थम् कर्ता भिन्ना अस्ति प्रदर्शयतु अहं समाचारं श्रुणोमि मम मनः इति किमपि नास्ति आनन्दः आनन्दम् अनुभवामि इति वक्तुं शक्नुमः किन्तु किन्तु समाचारं श्रुत्वा आनन्दः जातः. नाम अहं समाचारं शृणोमि, किन्तु अहम् आनन्दः तु नास्मि. आनन्दः अभवत् तत्र प्रथमवाक्ये अहं, द्वितीयवाक्ये आनन्दः. अतः वक्तुं न शक्नुमः, न शक्नुमः. हिन्दीभाषायां वयं वक्तुं शक्नुमः तथा, किन्तु अत्र वक्तुं न शक्नुमः. अस्तु, भगिनि द्वितीयं वाक्यं. सन्ध्या भगिनि भवान् वदतु. भवान् रमेशः गीतां पठित्वा एकनिमिषः भगिनि. रमेशः गीतां पठित्वा प्रश्नं पृच्छति. सम्यक् अस्ति. भवन्तः वदन्तु. द्वितीयमाहिं वदतु. देवाः अमृतं पीत्वा अमरान् भवन्ति. अमरान् प्रश्नः अस्ति. भवन्ति अमरान् भवन्ति. पुनः वाक्यं वदतु. देवाः अमृतं पीत्वा अमरान् भवन्ति. अमरम् अमराः अमरान् अमराः भवन्ति. वाक्यं सम्यक् अस्ति वा? सम्यक् अस्ति खलु. अस्तु, भवान् वदतु. गत्वा उपहारगृहे एषः भोजनं कृतवान्. पुनः वदतु. गत्वा उपहारगृहे एषः भोजनं कृतवान्. तत्र वाक्यं कथमस्ति? बहु सम्यक् अस्ति महोदय. कथम् अस्ति? एषः उपहारगृहं गत्वा. पुनः पुनः वदतु. गत्वा उपहारगृहे एषः भोजनं कृतवान्. वस्तुतः शैली समीचीना अस्ति. शैली समीचीना अस्ति, यतोहि शब्दक्रमः सामान्यः नास्ति अत्र. यथा कवयः कुर्वन्ति तथा सम्यक् अस्ति. यथा कविता अस्ति सम्यक् अस्ति. गत्वा उपहारगृहे सम्यक् अस्ति, किन्तु तत्र व्याकरणं कथम् अस्ति? सम्यक् अस्ति वा अथवा दोषः अस्ति वा? एकः दोषः अस्ति. पुनः वदतु वाक्यं. पुनः वदतु, सर्वे अवगन्तुं शक्नुवन्ति. पुनः वदतु. लिखित न प्रथमं वाक्यं. गत्वा उपहारगृहे एषः भोजनं कृतवान्. सर्वे ज्ञातुं शक्नुवन्ति कः दोषः अस्ति. एषः उपहारगृहं गत्वा भोजनं कृतवान्. उपहारगृहं गत्वा गृहं, तत्र दोषः कः? गृहे सप्तमी. अत्र द्वितीय करणीयम्. किमर्थं कः? किमर्थं गत्वा? द्वितीया विभक्ति. यत्र गमनं तत्र सम्यक्. तत्र गमनं, यत्र वयं गच्छामः तत्र द्वितीया विभक्तिः. गन्तव्यस्थानम् अहं पाठशालां गच्छामि. तत्र सप्तमी प्रादेशिकभाषासु भवितुमर्हति बहुत्र सप्तमी, किन्तु अत्र तथा न भवितुमर्हति. अत्र द्वितीया एव भवति. द्वितीयविभक्तिः. गत्वा किं पुनः? गत्वा उपहारगृहं गृहे न. गत्वा उपहारगृहे न गृहम्. ओ, उपहारगृहं. पुनः वदतु. गत्वा उपहारगृहं गृहं. गृहं गृहं गृहं. पुनः गत्वा उपहारगृहं एषः भोजनं कृतवान्. बहु सम्यक् अस्ति, कविता इव. बहु सम्यक् अस्ति. अस्तु, सन्ध्या भगिनी वदतु. वस्त्राणि प्रक्षालयित्वा बहिः गच्छामि. वाक्यं कथमस्ति? सम्यक् अस्तु. द्वितीयवाक्यमस्ति? लिखित्वा भगवद्गीता श्रद्धेन श्रद्धा अति वा श्रद्धा अति स्त्रीलिङ्गशब्दः तत्र स्त्रीलिङ्गवश स्त्रीलिङ्ग तत्र तृतीया विभक्तिः का श्रद्धा लता तृतीया रवि महोदय तृतीया विभक्तिः लतया श्रद्धाय न लता श्रद्धा लतया लिखित्वा भगवद्गीता श्रद्धया गणेशः ज्ञानं लभते सम्यक् अस्ति वाक्यं बहु सम्यक् अस्ति वाक्यं बहु सम्यक् अस्ति भवान् तु कविः अस्ति अस्तु अग्रे अन्यत् वाक्यं मम पुत्रः मित्रैः सह क्रीडित्वा भोजनं करोति सम्यक् अस्ति द्वितीयवाक्यम् अहं चलनचित्रं दृष्ट्वा गृहं गच्छामि अस्तु भवान् सर्वे उक्तवान् खलु सर्वे उक्तवन्तः अस्तु तर्हि समयः जातः विश्रामं कुर्मः अग्रिमे सप्ताहे अत्र गृहपात्ररूपेण अत्र कथा अस्ति अग्रे अग्रिमे पाठे तत्तु पठामः अस्तु सन्ध्याभगिनी तत्र कथा अस्ति तत् पठतु वा कथा अखण्डविश्वासः अग्रे अपि च अभ्यासः अस्ति तत्र अभ्यासम् अपि तत् किमपि नास्ति तत्र कथां पृष्ट्वा पठित्वा कथाम् अभ्यासस्य पूर्णं कुर्मः मम नूतनशैली जाता अस्तु पठित्वा कथा शब्दक्रमः नास्ति चेत् अस्तु अनन्तरम् अभ्यासः अस्ति वा तदपि पूरयन्तु अस्तु नमस्कारः